यङ् बहुदर्हि चरीक्रियते इत्यस्ति कृञ्धातोः यङ् रुगन्धं नाम चरीकर्ति चरीकर्ति चर्कर्ति इति रूपं तद्वत् भुवनं विभर्ति ईश्वरः विभर्ति एवञ्च भृञ् इति धातुः डुभृञ् भरणे एवञ्च भृञ्धातोः यङ् प्रत्ययः योज्यते तर्हि भ्रीभ्रियते इत्यादि अस्ति तत्रापि यङ् लुगन्धं भवति तर्हि बेरीभर्ति इति रूपमस्ति बर्भर्ति बेरीभर्ति इत्यादि एवञ्च चरीकर्ति एवञ्च भगवान् किं करोति बेरीभर्ति चरीकर्ति बेरीभर्ति सञ्जरीहर्ति लीलया एवञ्च पुनः पुनः एवञ्च पुनः पुनः भगवान् लोकं करोति चरीकर्ति एवञ्च पुनः पुनः लोकस्य भरणं जगतः भरणं संभरणं संरक्षणं करोति बलीभर्ति पुनः पुनः संहरणं करोति संजरीहर्ति तत्र यङ्लुगन्धम् एवञ्च यङन्दं वा भवतु यङ्लुगन्धं वा भवतु तत्र अर्थः भवति पुनः पुनः अथवा सम्यक् करोति इति परन्तु गमनार्थकधातुः अस्ति तर्हि गमनार्थकधातोः यङ् प्रत्यययोगे नूतनः कश्चन अर्थः ततोपि अधिकः कश्चन अर्थः आगच्छति एवञ्च नित्यं कौटिल्ये गतौ यङ् प्रत्यययोगे कुटिलागतिः कुटिलागतिः इत्यर्थे अपि यङ् प्रत्ययः भवति एवञ्च द्रमुधातुः गमनार्थकः द्रमुधातोः यङ् प्रत्यययोगे दन्द्रम्यते इति रूपं भवति दन्द्रम्यते इत्यस्य अर्थः कः दन्द्रम्यते कुटिलं कुटिलं गच्छति दन्द्रम्यते एवञ्च दन्द्रम्यन्ते कुटिलं गच्छन्ति दन्द्रम्यमाणः कः यः कुटिलं गच्छति स एव दन्द्रम्यमाणः कुटिलगमनं नाम किं कुटिलगमनं नाम ऋजुगमनं नास्ति यदि ऋजु कश्चन गच्छेत् तर्हि सः द्रमति अथवा गच्छति परन्तु एषः कुटिलं गच्छति अर्थात् लोकः एवं लोकः अस्ति मम पुरतः तदेव सत्यमिति चिन्तयति अतः जरामरणादि दुःखैः दुःखैः सम्पन्नः वृक्षै तर्हि एवं जीवति तर्हि स एव तत्र दन्द्रम्यमाणः भवति अतः अनेकरूपां गतिं गच्छति एवम् अनेकरूपां गतिम् एवञ्च जीविते सर्वत्र सुखभोगादीनाम् अन्वेषणेन एवञ्च कुटिलां गतिं ते गच्छन्ति इति ते एव दन्द्रम्यमाणाः एवञ्च दन्द्रम्यमाणाः मूढाः पर्यन्ति पर्यन्ति परिगच्छन्ति परिगच्छन्ति इत्यत्र एतादृशजरामरणादिदुःखं सर्वम् अनुभूय सर्वथा गच्छन्ति इति आशयः कथम् इति तत्र उपमा अपि तत्र सादृश्यमपि तत्र दर्शितमस्ति अन्धेन एव यथा अन्धेन एव नीयमानाः अन्थाः यथा अन्धेन एव नीयमानाः अन्थाः एवञ्च अन्थाः सन्ति ते स्वयमेव अन्यत्र गन्तुं न शक्नुवन्ति तदानीं तस्य साहाय्यार्थं कश्चन आगच्छति कः सः सः अपि अन्धः चिन्तयन्तु एवञ्च अन्धेन नीयमानाः अन्थाः किम् अनुभवन्ति एवञ्च तेषां मध्ये मध्ये पतनं भविष्यति, एवञ्च अन्धानाम् अनर्थः अपि तत्र भवति, एवञ्च अनर्थं प्राप्नुवन्ति अन्धाः, अन्धेन नीयमानाः अन्धाः. यदि कश्चन यः दृष्टिमान् भवति, यः द्रष्टुं समर्थः अस्ति, सः अन्धान् नये तर्हि क्लेशः नास्ति. परन्तु दृष्टिहीनः कश्चन दृष्टिहीनान् जनान् नये तर्हि किं भविष्यति? एते दृष्टिहीनाः जनाः महान्तमनर्थं ऋच्छन्ति, प्राप्नुवन्ति. एवञ्च तद्वदेव एते ये मूढाः भवन्ति अविद्यायामेव वर्तमानाः, एवञ्च स्वयमेव धीराः इति चिन्तयन्तः सन्ति, तेऽपि वस्तुतः किं प्राप्नुवन्ति? ते कुटिलां गतिमेव स्वीकुर्वन्ति. एवञ्च यथा अन्धाः यत्र तत्र परितः गच्छन्ति, परियन्ति, परितः गच्छन्ति अर्थात् सांसारिकदुःखम् अनुभवन्ति, जरामरणादिदुःखम् अनुभवन्ति, तद्वत् सुखभोगेषु लीनाः एते मनुष्याः अपि कुत्सितं गच्छन्तः, कुत्सितां गतिं स्वीकुर्वन्तः, एवञ्च जरामरणादिदुःखम् अनुभवन्ति, प्राप्नुवन्ति इति आशयः. इदानीं तत्र संशयः अस्ति वा तत्र अनन्तकृष्णमहोदय? न महोदय, सम्यक् अवगतम्. एवञ्च धन्यवादः. अस्तु अस्तु, मिश्रमहोदय? आम् सम्यक् अवगतं, सम्यक्. एवं तर्हि अनन्तरमन्त्रं पठामः. न साम्प्रदायः प्रतिपादि बालम् प्रमाद्यन्तं वित्तमोहेन मूढम्, अयं लोको नास्ति पर इति मानि पुनः पुनर्वशमापद्यते मे. न साम्प्रदायः प्रतिपादि बालं प्रमाद्यन्तं वित्तमोहेन मूढम्, नायं लोको नास्ति पर इति मानि पुनः पुनर्वशमापद्यते मे. बालं प्रमाद्यन्तं वित्तमोहेन मूढं, प्रमाद्यन्तं बालं न साम्प्रदायः प्रतिभाति. बालः अस्ति, बालः इत्युक्ते वयसा बालः न, अत्र बालः इति शब्दस्य प्रयोगः वयसा बाल इति न, किन्तु यस्य ज्ञानं नास्ति अज्ञानी भवति इति कारणेन, यथा ज्ञानेन वृद्धाः भवन्ति वयसा बालः स्यात् परन्तु सः ज्ञानेन वृद्धः स्यात्. अत्र तु वयसा वृद्धः अपि कदाचित् बालः भवति अज्ञानेन, अज्ञानस्य अस्ति स एव बालः अस्ति. एवञ्च बालः किं करोति? बालः प्रमाद्यति, प्रमादं करोति, बालः प्रमादं करोति. एवञ्च प्रमादः कीदृशः अस्ति तस्य? पुत्र पशु आदि प्रयोजनेषु आसक्तिं करोति, स एव तत्र प्रमादः. पुत्र पौत्रादिषु पशु आदिषु सर्वेषु सुखं पश्यति यः स एव प्रमाद्यति इति वयं वदामः, सः प्रमाद्यति. एवञ्च तादृशप्रमादवान् एवं यः प्रमाद्यति सः प्रमाद्यन्, एवञ्च प्रमाद्यन् भवति बालः. कस्मात्? वित्तमोहेन मूढः भवति, वित्ते मोहः अत्यन्तम् असाधु इच्छा भवति, तादृश इच्छावान् लोभः भवति तस्य, एवञ्च वित्ते मोहः लोभेन इच्छा भवति, लोभः भवति तादृशः मूढः अपि भवति, अतः मूढः भवति. तादृशमूढः यः बालः अस्ति तं प्रति साम्प्रदायः न भाति. बालं प्रति साम्प्रदायः, बालं प्रति न भाति. साम्प्रदायः नाम किं? साम्प्रदायः सम्परेयते इति सम्प्रदायः. सं परा ईयते, ईयते गम्यते इति सम्प्रदायः परलोकः. सं परा इत्यस्य दूरे इत्यर्थः. सम्यक् दूरे ईयते गम्यते प्राप्यते. एवञ्च यः मरणं प्राप्नोति मरणानन्तरं दूरे विद्यमानं यं लोकं जनः प्राप्नोति स एव लोकः अत्र सम्परायः. एवञ्च परलोकः इत्यर्थः. ज्ञातं वा? एवञ्च सम्परायः परलोकः. एवं तर्हि साम्प्रदायः किं भवति? एवञ्च सम्प्रदायस्य प्राप्त्यर्थं यः साधनविशेषः अस्ति, शास्त्रीयः साधनविशेषः, स एव साम्प्रदायः इति आचार्यः शङ्करः. शङ्कराचार्यस्य मते परलोकप्राप्तिप्रयोजनः साधनविशेषः शास्त्रीयः सम्प्रदायः. शास्त्रे उक्तं साधनं भवति साम्प्रदायः. सम्प्रदायः परलोकः. सम्प्रदायस्य प्राप्तिप्रयोजनः उपायः अत्र साम्प्रदायः. एवं वित्तमोहेन प्रमाद्यन्तं मूढं बालं साम्प्रदायः न प्रतिपाति. एवञ्च परलोकः अस्ति, एवञ्च स्वर्गः भवतु, तत् प्राप्तिसाधनभूतः यः उपायः अस्ति सः उपायः एतस्य मूर्खस्य न सम्यक् प्रतिभाति. आशयः स्पष्टो वा प्रथमार्थस्य? आं महोदय. तदनन्तरम् अयं लोको अयमेव लोकः. अयं लोकः अयमेव लोकः नास्ति परः. परः लोकः नास्ति इति मानी मन्यमानः. यः मन्यते सः मानी इति मानी इति चिन्ता यस्य अस्ति सः. एवञ्च मया इदानीं दृश्यमानः अनुभूयमानः यः लोकः स एव लोकः. अयं मम पुरतः दृश्यमानः यः लोकः स एव लोकः सः. एवञ्च एष एक एव लोकः नास्ति परः. अन्यः लोकः परलोक इति यद्विषये वयं वदामः सः लोकः नास्ति इति मन्यमानः सः किं करोति? पुनः पुनः मे वशम् आपद्यते. पुनः पुनः मे वशं मे मृत्योः कालस्य यमस्य वशम् आपद्यते प्राप्नोति. सः बालः मूढः. अयं लोकः एव अस्ति, परः नास्ति इति विचारयन् तद्वदेव जीवितं नयन्. एवञ्च स्वर्गप्राप्तिहेतुपूर्ण उपायं प्राप्तुं यत्नं न कुर्वन् किं करोति? मम वशमेव पुनः पुनः आगच्छति. एवञ्च तादृशः एव भवति. अर्थात् सः जननमरणादिदुःखम् अनुभवति. एवञ्च तस्य मोक्षः नास्ति, तस्य परलोकः नास्ति. सः अत्रैव कुत्सितं कर्म कुर्वन् वसति. तदनन्तरं पुनरपि मरणानन्तरं पुनः अपि जन्म प्राप्नोति. तदनन्तरं पुनः अपि मरणं प्राप्नोति. अत्र लोके यस्मिन् काले जीवति तस्मिन् काले सर्वविधदुःखानि अनुभवति. एवञ्च मम वशम् आपद्यते इत्यस्य केवलं मरणं प्राप्नोति इति अर्थः एतादृशं जननमरणादि दुःखं सांसारिकदुःखं सः अनुभवति इत्याशयः. हरि ओम्. हरि ओम्. स्पष्टं वा? आं स्पष्टम्. आम् अस्तु. एवमेव तत्र परलोकविषये विषयिका चिन्ता नास्ति मूढस्य बालस्य. एवं किं करणीयम् इति विषये इदानीं मृत्युः वदति. एवञ्च एष अत्र आगतः कः अस्ति? नचिकेतः अस्ति. नचिकेतः किं कृतवान्? नचिकेतसः मनसि एतादृशी इच्छा, तद्विषये ज्ञातव्यं, परलोकविषये ज्ञातव्यमिति इच्छा भवति. अत एव सः उक्तवान् एवञ्च लोके उपभोगवस्तूनि यानि सन्ति तानि सर्वाण्यपि यमेन प्रतिज्ञातानि, परन्तु तत्सर्वमपि त्यक्त्वा एषः उक्तवान् मम तादृशज्ञानम् आवश्यकं, मनुष्यस्य मरणात् परं किमस्ति इति ज्ञानम् आवश्यकम्. यद्यपि देवाः अपि तज्ज्ञानं प्राप्तुम् अशक्ताः अभवन्, तथापि मम तत्र ज्ञाने इच्छा अस्ति इति एषः उक्तवान्. अतः एव तस्य तृतीयवरः एवम् एतत् ज्ञानमेव इति. अतः यमः वदति तम् अपि श्रवणायापि बहुवीर्यो न लिभ्यः, शृण्वन्तोपि बहवो यं न विद्युः, आश्चर्यो वक्ता कुशलोऽस्य लब्धा, आश्चर्यो ज्ञाता कुशलानुशिष्टः. एवं श्रवणाय अपि बहुभिः न लभ्यः, एवञ्च श्रवणाय अपि श्रवणार्थं श्रोतुमपि न लभ्यः बहुभिः. कः? आत्मा. आत्मा अस्ति. एवञ्च बहुभिः श्रवणाय, श्रवणाय नाम श्रवणम्, एवञ्च आगमनमस्ति. एवञ्च एतस्य श्रवणे अपि ते न कुशलिनः भवन्ति, तेषां कौतुकं कुतूहलं नास्ति इति कारणेन तेषां श्रवणाय अपि आत्मा न लभ्यः अस्ति. तादृशाः जनाः, ये जनाः तत्र यत्नं न कुर्वन्ति, एतादृशी इच्छा अपि नास्ति, एवञ्च तैः श्रवणाय अपि आत्मा न लभ्यः. एवञ्च बहुभिः यः आत्मा श्रवणाय अपि न लभ्यः. पुनः केचित् शृण्वन्ति, केचित् शृण्वन्ति. इदानीं सर्वत्रापि वेदान्तविषयकविचाराः एवञ्च उपन्यासाः सन्ति इति भवन्तः जानन्ति एव न? तत्र किं भवति? एवञ्च शृण्वन्तः सन्ति बहवः, बहवः शृण्वन्तः. इदानीं भागवतविचाराः भवन्ति, उपन्यासाः भवन्ति, प्रभाषणानि भवन्ति, तत्र गत्वा उपविष्टाः बहवः सन्ति, ते सर्वे आत्मानमधिकृत्य शृण्वन्ति. परन्तु एवञ्च शृण्वन्तः अपि बहवः यम् आत्मानं न विदुः, यम् आत्मानम् अत्र विद्युः इति लिङ् प्रयोगः, लिङ् विद्यात् विद्यातां विद्युः. एवञ्च वेदितुं ज्ञातुं ये शक्नुयुः ते तद्विषये एवञ्च विद्युः इति वयं वदामः. न विद्युः इत्युक्ते वेदितुं न शक्नुवन्ति, वेदितुं न प्रभवाः. कथं वा? शृण्वन्तः शृण्वन्तः अपि बहवः यम् आत्मानं न विद्युः न ज्ञातुं शक्नुवन्ति, न वेदितुं प्रभवन्ति. इदानीं द्वितीयस्य पादस्य अर्थः सम्यक् अवगतः वा? महोदय, प्रथम पादस्य अर्थः अस्ति बहु कोऽपि न आगच्छन्ति, ज्ञातुं न इच्छन्ति. अन्यत् श्रवणाय अपि बहुभिः न लभ्यत् तस्य इत्युक्ते कोऽपि नागच्छन्ति अथवा ज्ञातुं न इच्छन्ति. एवं तेषां तद्विषये इदानीम् इच्छा कौतुकं कुतूहलं नास्ति, ईगर्नेस् नास्ति. ते एव प्रथमपादे श्रवणायापि बहुभिः न लभ्य अतः तैः न लभ्यते आत्मा. अन्ये तु द्वितीयपादे एते गत्वा एतत् सर्वं शृण्वन्ति, आत्मविषये शृण्वन्ति गुरुमुखाद्वा अथवा प्रभाषकाद्वा आचार्याद्वा ते शृण्वन्ति, परन्तु ते न विद्युः, ते वेदितुं न शक्नुः. शक्तिः अस्ति इत्यत्र तत्र लिङ्ग् भवति न इति निषेधः, एवञ्च ते न शक्ताः भवन्ति इति आशयः. श्रुत्वा अपि ते शक्ताः न भवन्ति. एवञ्च शृण्वन्तः अपि बहवः यम् आत्मानं न ज्ञातुम् असमर्थाः. तस्य अस्य आत्मनः, अस्य अनन्तरपादे अस्य आत्मनः वक्ता यः वक्ति स एव वक्ता तदधिकृत्य भाषमाणः, सम्यक् भाषमाणः सः आश्चर्यः भवति. आश्चर्यः यः वक्ता अस्य आत्मनः, एवञ्च यम् आत्मानं बहवः न शृण्वन्ति, एवञ्च येषां यम् आत्मानमधिकृत्य श्रोतुम् अवसरः एव नास्ति, एवञ्च यम् आत्मानं श्रुत्वापि जनाः न जानन्ति, तस्य आत्मनः विषये वक्ता आश्चर्यः भवति. ज्ञातं वा? किमर्थम् आश्चर्यं भवति? आश्चर्यम् इत्युक्ते अत्यन्तम् अपूर्वः एव तादृशः. किमर्थं सः आश्चर्यः प्रकटयति? आश्चर्यः वण्डर्फुल्. आम् आम्, शब्दस्य वण्डर्फुल् मेन् इफ् हि इस् एबल् टु एक्स्प्लेन् ब्रह्म आत्मा. अस्तु अस्तु अस्तु. अत्यन्तं विरलः एव भवति. अस्तु. एवञ्च अस्माकं लोके एतादृशब्रह्मविषयः ब्रह्मविषयप्रतिपादनेषु निरताः बहवः सन्ति, परन्तु तेषु मध्येपि अत्यन्तं विरलः यः प्रतिपादयितुं शक्तः. इदानीम् अस्माकं लोके कति जनाः सन्ति इति वयं जानीमः सामान्यतः, परन्तु तेषां मध्ये एतद्विषये ज्ञानम् इच्छन्तः कति सन्ति, पुनः तत्र प्रतिपादयितारः सन्ति, तेषां मध्ये सम्यक् प्रतिपादयितुं समर्थाः कति सन्ति? अत्यन्तं विरलाः सन्ति. अत एव आश्चर्यः इति तत्र प्रयोगः. आश्चर्यः अद्भुतम् इत्यर्थे. तादृशः अद्भुतः, तादृश कश्चन अस्ति तर्हि सः अद्भुतः वक्तः. पुनः लब्धा अपि तस्य आत्मनः लब्धा, अर्थात् आत्मानं यः लभते, अर्थात् आत्मविषयकज्ञानमस्य अस्ति, सः अपि कुशलः. कुशलोऽस्य लब्धा, कथं वा? एवञ्च सः अपि अत्यन्तमपूर्वः, अत्यन्त अपूर्वः यः प्राप्नोति, यः आत्मानम् अथवा आत्मविषयकज्ञानं प्राप्नोति, सः अपि अत्यन्तं कुशलः. अत्यन्तं कुशलशब्दस्य अर्थः निपुणः इति एव न. पुरातनकाले यः कुशान् लाति स एव कुशलः. कुशान् लाति कुशलः, एवञ्च तत्र गुरुकुले यागः प्रतिदिनं प्रचलति, यज्ञः प्रचलति. यज्ञार्थं तत्र कुशाः आवश्यकाः, एवञ्च कुशानां लेवनार्थं छात्राः गच्छन्ति, एवञ्च ये सम्यक् शीघ्रं एवञ्च आनयन्ति ते एव तत्र कुशलाः इति प्रयोगः, एवञ्च कुशलशब्दस्य प्रयोगः एवञ्जातः. पश्चात्काले न केवलं कुशानाम् आदाने समर्थः, सर्वेषु कर्मसु ये समर्थाः ते सर्वे कुशलाः इति उक्ताः. एवम् इदानीं भाषाविज्ञाने वयं वदामः अर्थस्य विकासः, अर्थोपचयः इति वयं वदामः, एक्स्पेन्शन् आफ् मीनिङ्ग्. अत्र एक्स्पेन्शन् आफ् मीनिङ्ग् भवति एवं कुशलः इति. न केवलं कुशग्रहणे समर्थः, परन्तु सर्वस्मिन्नपि कर्मणि समर्थः इति कुशलशब्दस्य अर्थः. परन्तु अत्र अयमर्थः यः लब्धः, लब्धा भवति, लब्धा इति लघुधातोः त्रिजन्तन्रूपं, त्रिच्च कृञ्धातोः कर्ता इति वयं वदामः, तद्वत् गमधातोः गन्ता गन्तारो गन्तारः इति वयं वदामः, तद्वत् लब्धा लब्धारो लब्धारः लब्धृशब्दः लघुधातोः त्रिच् ज्ञातं वा? त्रिच् कृत्रिच् प्रत्ययः. एवञ्च यः लभते स एव लब्धा, लब्धृशब्दः लब्धा लब्धारो लब्धारः. एवञ्च अस्य आत्मनः लब्धा कुशलः, वक्ता यः वक्री स एव वक्ता, तत्रापि त्रिजन्तं वचुधातोः त्रिजन्तं वक्तृ वक्ता वक्तारो वक्तारः. एवञ्च आत्मनः वक्ता अपि आश्चर्यः, एवञ्च आत्मनः लब्धा अपि कुशलः सः अपि आश्चर्यः. पुनः एवं यः कुशलः भवति स एव आत्मानं प्राप्नोति, तस्यैव सम्यक् ज्ञानमस्ति, एवञ्च तादृशकुशलः तर्हि तेन कुशलेन अनुशिष्टः, कुशलानुशिष्टः, कुशलेन यस्य कृते अनुशासनं कृतं कुशलेन अनुशिष्टः सः, सः ज्ञाता स एव ज्ञाता भवति, तादृश ज्ञाता, तत्रापि ज्ञाधातोः त्रिच् ज्ञाता, ज्ञाता ज्ञातादौ ज्ञातारः. एवञ्च कुशलानुशिष्टः ज्ञाता अपि आश्चर्यः. स्पष्टं भवति वा? आं महोदय. एवञ्च कुशलानुशिष्टः कुशलेन पाठितः, एवञ्च समर्थेन आचार्येण अनुशिष्टः, ज्ञाता अपि, आत्मनः ज्ञाता अपि अत्यन्तमपूर्वः, अत्यन्तं विरलः, आश्चर्यः. एवं प्रायेण बहुभिः जनैः आत्मा न प्राप्यते, श्रवणाय अपि न प्राप्यते, एवञ्च ते श्रोतुमपि न शक्नुवन्ति. एवमस्ति, पुनः शृण्वन्ति परन्तु ते न अवगच्छन्ति. पुनः एतादृशस्य आत्मनः विषये कथयितुं समर्थः अत्यन्तं विरलः, तदनन्तरं तादृश आत्मनः ज्ञानं यः प्राप्नोति सः अपि विरलः. पुनः तादृशज्ञानं यः प्राप्तवान् अस्ति, तेन पाठितः ज्ञाता अपि अत्यन्तं विरलः. एवमेव आशयः. हरि ओम्. एवं तर्हि अनन्तरं पठामो वा? न नरेणावरेण प्रोक्त एषः सुविज्ञेयो बहुधा चिन्त्यमानः, अनन्यप्रोक्ते गतिरत्र नास्ति, अनीयान्हतर्क्यम् अनुप्रमाणात्. न नरेण अवरेण प्रोक्तः एषः सुविज्ञेयो बहुधा चिन्त्यमानः अनन्यप्रोक्ते गतिरत्र नास्ति अनीयानि ह्यदर्क्यम् अनुप्रमाणो एवञ्च आत्मविषये वदति एषः आत्मा अवरेण नरेण न प्रोक्तः न इति तत्रापि अन्वयति न प्रोक्तः तत्र अन्वयति तत्र सुविज्ञेयो बहुधा चिन्त्यमानः तत्रापि न इति अन्वयति निषेधः अन्वयति एवञ्च अवरेण अन्येन हीनेन इत्यपि अर्थः अस्ति अवरशब्दस्य अर्थः कः अस्ति अवरशब्दस्य इन्फीरियर् परः अपि अस्ति अवरः अपि अस्ति ज्ञातं वा इन्एक्स्पीरियन्स् परः अस्ति इदानीम् आचार्यः कश्चन अस्ति अपि परः आचार्यः अपि भवितुमर्हति अवरः अपि आचार्यः भवितुमर्हति उन्नतः अपि भवति हीनः अपि भवति सुपीरियर् भवति लोवर् इन्फीरियर् भवति एवम् अतः अवरेण नरेण हीनेन मनुष्येण तत्र हीनत्वं किम् इत्युक्ते सति प्राकृतबुद्धिः भवति इति एवञ्च सम्यक् संस्कृता बुद्धिः नास्ति ज्ञानादिना शास्त्राद्यवगमनेन संस्कृता बुद्धिः यस्य नास्ति स एव अत्र अवरः नरः हीनः इत्युक्ते जात्याहीनः इति वा अन्यथा धनेन हीन इति वा नास्त्यर्थः अत्र अवरत्वं नाम एतादृशशास्त्रसंस्कारः तत्र पठनपाठादिकं नैव अस्ति इति कारणेन तस्य शक्तिः बुद्धिशक्तिः संस्कृता न भवति युक्ता न भवति प्रबला न भवति इति कारणेन तादृशः अस्ति अवरः एवञ्च तादृश अवरेण नरेण एषः न प्रोक्तः एषः आत्मा न प्रोक्तः नैव उक्तः नैव प्रतिपादितः अर्थात् एषः तादृशनरेण प्रोक्तः तर्हि तदानीं तत्र बहुधा चिन्त्यमानः अपि सुविज्ञेयः नास्ति एवञ्च इदानीम् अहं वदामि मृत्युः वदामि एवञ्च अहम् अवरः नास्मि अवरेण नरेण प्रोक्तः तर्हि शिष्यः अस्ति शिष्येण बहुधा यः अनिशिष्टः भवति तेन बहुधा चिन्त्यमानः बहुविधं बहुप्रकारं चिन्त्यमानः अपि चिन्ताविषयः कृतः अपि आत्मा न सुविज्ञेयः सुष्ठु विशेषेण ज्ञेयः ज्ञातुं शक्यः एवञ्च सम्यक् ज्ञातुं शक्यः न इदानीम् एवञ्च तत्र पादद्वयं योजयित्वा भवन्तः चिन्तयन्तु अवरेण नरेण प्रोक्तः एषः बहुधा चिन्त्यमानः अपि चिन्त्यमानः न सुविज्ञेयः स्पष्टं वा स्पष्टं महोदय अतः यः कुशलः अस्ति सम्यक् जानाति स एव उपदेशं कुर्यात् ज्ञानं विना यदि उपदिश्यते तर्हि किं भविष्यति यः शिष्यः शृणोति सः बहुविधं चिन्तयति एवमपि एतद्विषये ज्ञातुं तस्य क्लेशः अस्ति स न जानाति अत एव उक्तं अनन्यप्रोक्ते गतिरत्र नास्ति अनन्यप्रोक्ते गति गतिः अत्र नास्ति एवञ्च अनन्येन अपृथग्दर्शिना आचार्येण प्रोक्ते प्रतिपादिते सति तत्र गतिः नास्ति एवञ्च अस्ति नास्ति इत्यादि विचारे तादृशविचारस्य चिन्तागतिः तादृशगतिः तत्र नास्ति एवञ्च अनन्यप्रोक्ते नास्ति अत्र गतिः अनन्यप्रोक्तः अनन्यशब्दस्य अर्थं वा आचार्यशङ्कराचार्यः एवं वदति अपृथग्दर्शी अपृथग्दर्शी अनन्यः अनन्य अनन्यः इत्युक्ते इत्यस्य अर्थः तत्र ज्ञातं वा स्पष्टं न अभवत् एवञ्च इदानीम् आत्मा अस्ति आत्मा अन्यः इति यस्य ज्ञानं नास्ति स एव अनन्यः पृथक् भिन्नं इदं जगत् इदं जगत् ततोपि भिन्नः आत्मा इति ज्ञानमस्ति अस्ति तर्हि सः पृथक् जानाति यः तादृशम् आत्मा अन्यः इति न जानाति सः अनन्यः इदानीं विग्रहवाक्यं वदामि तर्हि न अन्यः यस्य अस्ति यस्य सः अनन्यः अस्तु अन्यः यस्य नास्ति अन्यः इत्युक्ते पृथक् विद्यमानः आत्मा यस्य नास्ति सः अनन्यः एवञ्च इदानीं प्रायेण जनाः कथं जनाः चिन्तयन्ति एतत् शरीरयुक्तं सर्वमेव आत्मा अहम् अहम् इति विचारे एतत् सर्वं यदा यज्जगति अस्माकं दृश्यमाने लोके यदस्ति तदेव वयं चिन्तयामः ततः पृथक् अन्यः अस्ति आत्मा इति यः विचारयति स एव वस्तुतः आत्मज्ञानी भवति परन्तु तादृशः आत्मा शरीरात् भिन्नः आत्मा अन्यः सः यस्य नास्ति सः अनन्यः एवञ्च अनन्येन एवञ्च आत्मानं पृथक् यः न पश्यति तेन प्रोक्ते तेन वर्णिते गतिः अत्र नास्ति गतिः तत्र गमनोपायः गमनं दैव नास्ति इत्युक्ते तेन तस्य अवगतिः नैव भवति आत्मनः अवगतिः नैव भवति यदि आत्मा अनन्येन प्रोक्तः एवञ्च आत्मा एतादृशशरीरात् लोकात् भिन्नः इति ज्ञानं यस्य नास्ति तेन प्रतिपाद्ये सति आत्मनि प्रतिपाद्ये सति ब्रह्मणि प्रतिपाद्ये सति तत्र गतिः यः शृणोति तस्य गतिः नैव अस्ति तत्र किम् अनीयानि अतर्क्यम् अनुप्रमाणा अनीयानि अतर्क्यं हि यस्मात् तत्र कारणम् किं तत्र कारणं कारणमेव हि इत्यनेन उच्यते इदानीम् आङ्ग्लभाषायां बिकोस् फोर् इत्यादि वयं वदामः न तस्मिन्नर्थे एव हि इति वयं प्रयोगं हि इत्यस्य प्रयोगं वयं कुर्मः परन्तु हि इत्येतत् वाक्यस्य आरम्भे मास्तु अतः इदानीं यतः इति वयम् आरम्भे कुर्मः परन्तु हि इति आरम्भे न कुर्मः वाक्यस्य एवमेव शैली अस्माकं संस्कृते शैली स्टैल् एवमेव भवति अतः अनीयान् हि अनीयानि न उक्तम् अनीयान् हि अदर्क्यम् अनुप्रमाणात् अनीयान् हि अनीयान् अनीयान् इत्यस्य कः अर्थः अणुतरः अनीयान् अणुतरः अणुः भवन्तः जानन्ति अल्पप्रमाणः वेरि स्माल् अणुः न सूक्ष्म सूक्ष्म एवञ्च तत् तस्य कम्पारिटिव् डिग्रि कथमस्ति अणुशब्दात् तरप्रत्ययं योजयामः तर्हि अणुतरः इति वयं वदामः अल्पतरः अणुतरः तद्वत् ईयसुन् इति प्रत्ययः अस्ति तस्य योगे इदानीं वयं किं वदामः अणि नौसुलिङ्गे अणीयः पुंलिङ्गे अणीयान् स्त्रीलिङ्गे अणीयसि ईयसुन् प्रत्ययः भवन्तः जानन्ति लघुः लघुः लघुतरः सूपर्लेटिव् भवति तर्हि कथमस्ति लघुतमः लघुतमः तद्वत् लघु लेखीयः नमस्कारलिङ्गे लेखीयान् पुल्लिङ्गे लेखिष्टम् इष्टन् प्रत्ययः लेखिष्टः पुंलिङ्गे लेखिष्टं लघु लेखीयः अथवा लेखीयान् भुम्लिङ्गे नमसोलिङ्गे लेखीयः लेखीयः लेखीयसि लेखीयांसि सकारान्तशब्दः तथा ईयसुन् प्रत्ययः लेखिष्टः सूपर्लेटिव् ज्ञातं वा तद्वत् अणुः अणीयान् अनिष्टः वयं वदामः एवञ्च अणुप्रमाणात् अणीयान् अणुप्रमाणात् अणुः प्रमाणं यस्य सः अणुप्रमाणः अणुः प्रमाणं प्रमाणं मेषत् अणुः प्रमाणं यस्य सः अणुप्रमाणः विच् ईस् इन् द शै इन् द मेषर् आफ् आन् अणु भवन्तः जानन्ति अणुः अपि द्रष्टुं न शक्यते न अणोः प्रमाणं किमित्युक्ते वयं न जानीमः अणोः प्रमाणम् अत्यन्तं लघु भवति अणुः एवञ्च पुरातने काले अपि अस्माकं भारतीयाः एवं वस्तूनाम् अल्पत्वम् अल्पत्वं ज्ञातवन्तः एवञ्च अस्माकं वैशेषिकदर्शनानुसारेण इदानीं पञ्चभूतानि सन्ति एवञ्च भूतानाम् अत्यन्तं सूक्ष्मं रूपं किं तत्र तन्मात्रा इति वा वयं वदामः अथवा वैशेषिकदर्शने अणु इति वयं वदामः स्पष्टं एवञ्च यस्य वस्तुनः अणुः प्रमाणमस्ति सः अणुप्रमाणः इति वयं वदामः सः पदार्थः अणुप्रमाणः अणुप्रमाणादपि अणुः भवति तर्हि किं वयं वदामः अणीयान् अणोरणीयान् महतो महीयन् अन्यत्र अणोः अपि अणुः अणुतरः एवञ्च अणीयान् भवति कः एष आत्मा आत्मा अणुप्रमाणादपि अणीयन् अतः अतर्क्यं तर्क्यं तर्कयितुम् ऊहयितुं शक्यं तर्क्यम् अतर्क्यम् ऊहयितुं तर्कयितुम् ऊहयितुम् अशक्यम् अतर्क्यं वयं तर्कयितुं शक्नुमः अस्माकं पुरतः किञ्चित् वस्तु अस्ति तर्हि तद्वस्तु तर्क्यं भवति यदि अस्माभिः दृश्यते परन्तु यदि वस्तु किञ्चित् द्रष्टुमपि न शक्यते तर्हि तद्विषये एवञ्च विचारयितुम् अनुमानं कर्तुं वयं शक्नुमः वा प्रायेण वयं न शक्नुमः अतः अतर्क्यम् एवञ्च एषः आत्मा अतर्क्यः अत्र अतर्क्यमस्ति एतत् ज्ञातं वा? हरि ओम्। हरि ओम्। हरि ओम्। एवञ्च अतर्क्यः भवति आत्मा इति आशयः, तत्र अतर्क्यम् इति नौसगलिङ्गे उक्तम्। किं किं महोदय? अतर्क्यमिति नौंसकलिङ्गे उक्तं तत्र। पूर्वम् अनुप्रमाणात् अणीयान् इति पुल्लिङ्गे उक्तम्, एवञ्च आत्मा इति वयं तत्र अणीयान् कः अणीयान्? आत्मा इति वयं योज आत्मा इति पुल्लिङ्गशब्दः अस्ति इति कारणेन अनुप्रमाणात् अणीयान् इति वयं स्वीकुर्मः। अतर्क्यमिति नौसुगलिङ्गे उक्तं, तत्र छन्दसः भङ्गः मास्तु इति नौसुगलिङ्गे उक्तं। तदानीं तादृश आत्मरूपं यद्वस्तु अस्ति तद् अतर्क्यम् इति तत्र विशेषेण योजयित्वा वयम् अर्थं वदामः। नौसुगलिङ्गमिति कृत्वा अथवा पुंलिङ्गेन परिवर्तनं कृत्वा अतर्क्यः आत्मा इति वयं वदामः। ज्ञातं वा? तत्र अस्माकं वेदेषु वा अथवा यद् यत्र उत्तरे पद्यं भवति वा तत्र सदा तत्र विशेषणस्य प्रयोगकरणे लिङ्ग अनुसारेण भवति तर्हि वृत्तस्य भङ्गः, कदाचित् लिङ्गानुसारेण तर्हि भवति तर्हि कदाचित् परिवर्तनमपि आचार्यः करोति। तादृशपरिवर्तने अस्माभिः ज्ञातव्यम् अतर्क्यम् इति एवञ्च आत्मविषये उक्तं तर्हि अतर्क्यः इति आत्मविषये, आत्मा अतर्क्यः, अन्यथा तत्र ब्रह्म अतर्क्यमिति वा तादृश आत्मरूपं वस्तु अतर्क्यमिति वा वयम् अर्थं वदामः। स्पष्टं वा? स्पष्टम्। अन्तरिष्टं महोदय? हरि ओम्। अस्ति वा महोदय? स्पष्टम् एवं एवं तर्हि अवरेण मनुष्येण प्रोक्तः तर्हि एवञ्च सम्यक् आचार्यस्य समीपम् उपविश्य सम्यक् पठित्वा सम्यक् अवगम्य यः परः श्रेष्ठः भवति तेन उपदिष्टः तर्हि एव आत्मा ज्ञातुं शक्यते, अन्येन उपदिष्टः आत्मा नैव ज्ञातुं शक्यते। एवञ्च शिष्यः अवरेण प्रोक्तः एवञ्च तादृश सम्यक् न अधीतवता आचार्येण अनिशिष्टः यः शिष्यः बहुविधं चिन्तयति तेन विज्ञातुं नैव शक्यः एव आत्मा। अतः एवञ्च यः आत्मानं स्वशरीरात् भिन्नं यः जानाति एवञ्च एतादृशपुरतो विद्यमानात् जगतः भिन्नं यः जानाति तेन उक्तः आत्मा ज्ञातुं शक्यते, अन्येन यस्य तादृशचिन्ता नास्ति तादृशज्ञानं नास्ति तेन उपदिष्टः तर्हि नैव ज्ञातुं शक्यते, यतः एषः आत्मा अणोरपि अणुतरः भवति। अतः अतर्क्यं भवति, ऊहयितुम् अशक्यं भवति इति आशयः। एवं सम्यक् अवगतं तर्हि अत्र वयं समापयामः अद्य। एवं तर्हि मङ्गलेन समापनम्। ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्तिः शान्तिः शान्तिः। हरिः ओं। श्रीहरिभ्यो नमः। हरिः ओम्।